पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 215 सौभरिरुवाच युधिष्ठिरेदमाकर्ण्य नारदस्य वचः शुभं शिबिरौशी नरो राजा विनीतस्तमुवाचः शिबिरुवाच मुने मया तु माहात्म्यं श्रुतं मधुवनस्य वै त्वन्मुखात् किन्तु सन्देहो ह्येकोऽस्ति मम मानसे येन धर्मात्मना सर्वे ताजिदा निजबान्धवाः जन्मद्वयकृदा ह्यासीत् स कथं स्वैरिणी सुतः यददाचक्ष्व भगवन् सर्वस्वं वेत्सि तत्त्वदः अदिदं वर्तमानं च भविष्यमपि नारद नारद उवाच एकदा मुनयः सर्वे हरिद्वारे समागताः दशम्यां ज्येष्ठशुक्लस्य युक्तायां सर्वपर्वभिः तत्र दे विधिवस्नात्वा कृत्वा च स्वक्रियां शुभां हिमाचलस्य पृष्ठे दुःस्वस्थचित्ता उपाविशन् तारात्मजो बुधस्तत्र मुनिसङ्गे समागतः सौन्दर्यभरसंयुक्तस्मरो मूर्त इवापरः तं समागतमालोक्य समुत्तस्तुर्मुनीश्वराः तेनाभिवन्दिता मूर्ध्ना पुनस्ते समुपाविशन् बुद्धस्यादरमालोक्य विहितं मुनिपुङ्गवैः मुनिपुत्रः स पप्रच्छ पितरं स्वमिति प्रभो मुनिपुत्र उवाच कोऽयं तादसमायादः सौन्दर्येणापरस्मरः व्यासादिभिर्मुनिवरैर्भृशं तस्यादरकृतः नारद उवाच इत्याकर्ण्य स धर्मात्मा स्वस्य पुत्रस्य भाषितं बभाषे मुनिशार्दूलपुत्रं निर्बन्धसंयुधं पितोवाच बृहस्पदे सुरगुरो सुतस्तारोदरो दोद्भवः बुद्धिमान् बुद्धनामायं शशिवंशकरःपरः पुत्र उवाच किं त्वया कथितं ताद निःसम्बन्धपरं वचः बृहस्पदे सुतो यस्तु स कथं शशिवंशकृत जज्ञेन सूयया ताद विधुरात्रैर्मुनीश्वराद तस्य वंशस्य कर्तायं कथं सुरगुरोसुतः यश मे मानसे ताद संशयो वर्तते महान् तमापा कुरु विप्रेन्द्र सन्दिहानस्य मे शिशोः पितोवाच पुरा बृहस्पतिर्भार्या तारा नाम यशस्विनी चन्द्रेणापहृता ताद बलाद् बलवता तदा अपहृत्य तदा नीता स्वगृहं विधिना गुरोः भार्या सा तु तया सार्धं रमिदं तेन वैचिरं तस्मा गर्भो भवत्ताद कालेन क्रियता तदा तदो बृहस्पतिर्भार्या निजातां समयाचद चन्द्रमापि मदविष्टो न ददौ बलदर्पितः ततो बृहस्पतिस्ताद देवैः शक्रादिभिः सह सन्नद्धो योद्धुमारेभे समं बलवधिं दुना सहायार्थं विधो शुक्रसमं दिदिजदानवैः समागतस्तदा ताद तस्मिन् रणसमुद्यमे तदस्तारानिमित्तं वैयुद्धं प्रावर्ततोल्बणम् करिष्यते सर्वजनैः प्रधानं तारकामयं तस्मिन् युद्धे महाभीमे हदा देवाश्च दानवाः न कस्यचिज्जयस्ताद बभूवनपराजयः तदत्समागतो ब्रह्म संनिवार्योल्बणं रणं ददौ बृहस्पतेस्तारां बोधयित्वा निशापदिं बृहस्पतिस्तु तां वीक्ष्य तारां गर्भवतीं तदा क्रुद्धो विरिञ्चे प्रत्यक्षं समाजे देवदैत्ययोः बृहस्पतिरुवाच शृणुष्व मामकं वाक्यं तारे तरललोचने कस्यायं ध्रियते गर्भो भवदेन्दोर्म माधवा पितोवाच एवं मुहुर्मुहुः पृष्ठा सा च लज्जावती शुभा यदा न कथयामास किञ्चित्ताद तदग्रदः तदायं पश्यतां तेषां देवानां च सुरद्विषाम् उत्पन्नस्तामुवाचेदं जननीं च रुषान्विदः बुध उवाच कस्मान्न कथ्यते दुष्टे मदीयो जनकस्त्वया लज्जां विहाय सम्पश्य शापस्य मम वैभवं पितोवाच इत्युक्त्वा जलमादाय यदा शप्तुं समुद्यतः तदा सा मन्दमाहेदं पिता तव सुधाकरः युत्युक्त्वे च तया साध्व्या चन्द्रस्वतनयम्बुधम् अमुं गृहीत्वा सानन्दं जगाम निजमन्दिरं बृहस्पतिस्तु तां तारां गृहीत्वा स्वगृहं ययौ ब्रह्मदेवाश्च दैत्याश्च तेऽपि स्वं स्वं गृहं ययुः एतत्ते सर्वमाख्यातं यस्त्वं मां परिपृष्टवान् बृहस्पतिस्त्रियां जातो यदायं चन्द्रवंशकृत नारद उवाच इत्याकर्ण्यपितुर्वाक्यं जहासोच्चैर्मुने सुतः उवाच च स्वपितरं कुण्डोऽयं स्वैरिणी सुतः उवाच च पिता पुत्रं हा पुत्रेदं न भण्यतां सर्वसत्त्वान्तरज्ञोऽयं शप्स्यते त्वां त्वदुक्तवित् नारद उवाच इत्युक्ते तेन मुनिना चान्द्रिर्ज्ञात्वा तदीरितं सर्वेषां शृण्वतां प्राह मुनीनामिति भूपते बुध उवाच शृण्वं तु मुनिशार्दूला भवन्तो मम भाषितं यदि साध्वधवा साधु विचारयदमाचिरं भवतां तत्त्वबुद्धीनां दर्शनार्थमिहागतः कृतवान् कस्य चिन्नाहमपराधं मनागपि असूयया किमर्थं मामवजानन्ति दुर्मदाः स्वजन्मसफलत्वाय भवद्दर्शनलालसः स्वभावयैव दुष्टानां साधूनपि निरेण सह उद्वेजयन्ति यत्क्वापि मिष्टवाजपिका इव दुःस्वभावं न मुञ्चन्ति दुष्टा सत्सङ्गमादपि गङ्गाम्बुसङ्गमेनापि क्षारतामिव निरधिः अहो व्याधस्य दुष्टत्वमुनिवृत्तिन्यदो मृगान् वने मृगजरान् हन्ति निजगानविदोऽपि सः मत्स्ये किमपराद्धं हि धीवराणां दुरात्मनां यज्जले चरदतीर्थे घ्नन्ति तत्प्रकृतिर्हि साधवोऽपि न मुञ्चन्ति स्वभावं दुष्टसङ्गदाः वृदा विषाग्नियुक्सर्पैः श्रीखण्डा इव शीततां परोदयेऽपि नृत्यन्ति किं स्वपक्षस्य साधवः यथोन्मना मुनिवरा वारिवाहस्य बर्हिणः धारयन्ति परार्थे हि निजाङ्गमपि साधवः पितृदेवमनुष्याणामर्थे मत्पितृवत्कलाः निजोदयस्तु साधूनां स्वच्छस्यानन्दहेतवः यथा कुमुदपुष्पाणां मत्पिधुशीदलत्विषः नारद उवाच इत्युदीर्यवजक्रोधात् बुधस्त्वं मुनिबालकं शशापेदि त्वमप्याशु कुण्ठो भवमहीतले एवमाकर्ण्य तं शापं पिता बुधविसर्जितं स्वपुत्रं पादयामास तदङ्घ्र्योः क्षम्यतामिति उवाच च न जानादि बालोऽयं तत्त्ववैभवं नो जितं क्रोधकारणमस्मिन् बाले भवादृशैः कुतश्चित् कारणसाधो क्रुद्धस्य प्रकृतिक्षमा कुदाशनप्रदत्तस्य शीतत्वमिव चाम्बुनः अधः क्षामं विधायाशु विधेह्यस्मिन्ननुग्रहं बाले विवेकरहिदे क्षमासारहि साधवः नारद उवाच इत्युक्तस्तेन मुनिना शीदांशुतनयस्तदा क्रोधं तत्याज शान्तात्मा चक्रे तस्मिन्ननुग्रहं बुध उवाच अयं तव मुने बालकुण्ठत्वं प्राप्य भूतले दत्तयज्ञोपवीदल्लप्स्येहि निजास्पदम् एवं स मुनिपुत्रो वै बुधशापान्नृपोत्तम कुण्ठत्वं प्राप्तवान् भूमौ पितरौ येन ताजिताः इदं पवित्रमाहात्म्यं श्रुत्वा मधुवनस्य वै समस्तमश्वमेधस्य फलं प्राप्नोति मानवः ये नरा धारयन्त्यस्य माहात्म्यस्यार्थमुत्तमं हृदये यत्र तत्तेषां विषयैर्नाभिभूयते ये पठिष्यन्ति माहात्म्यं शोष्यन्ति च महाधियः देहान्ते विष्णुसालोक्यं गमिष्यन्ति न संशयः इदमनिशपवित्रं तुभ्यमावर्णितं मे मधुवनसुचरितं श्रीपदे प्रीतिकारि कलिकलुषकलापच्छेदने दक्षमक्षोत्पथगमननिरासे करणं पुण्यमूर्तौ इति श्रीपाद्मे महापुराणे उत्तरखण्डे कालिदीमाहात्म्ये मधुवनवर्णनो नाम पञ्चदशाधिकद्विशततमोऽध्यायः ओम्।